अस्माकं चुरादिगण इति विषये अस्माकम् इदानीं चर्चा अस्ति. चुरादिगणे क्रियापदानि कथं निर्मीयन्ते, चुरादिगणे विशेषकार्याणि कानि कानि सन्ति इति सर्वम् इदानीं वयं पठामः. तर्हि चुरादिगणे ये धातवः सन्ति, सर्वप्रथमं तेषु णिच् प्रत्ययः आगच्छति. केन सूत्रेण आगच्छति? चुरादिभ्यो णिच् इति तेन सत्यापपाशावीर. सम्यक्. तर्हि तत्र दीर्घसूत्रमस्ति सत्यापपाशवीणा इति. तत्र तस्य चुरादिभ्योणिच् इति भागः अस्ति. चुरादिभ्योणिच् इति सूत्रेण चुरादिगणे ये धातवः सन्ति तेषाम् अनन्तरं णिच् प्रत्ययः आगच्छति. णिच् प्रत्ययमध्ये केषां वर्णानाम् इत्संज्ञा भवति णिच् मध्ये? चकारनकारयोः इत्यनेन नकारस्य अनन्तरं चकारस्य हलन्तमिति सूत्रेण. तर्हि कः वर्णः अवशिष्यते? तर्हि चुर्योगः इ. तर्हि इदानीं प्रश्नः आगच्छति, णिच् प्रत्ययः कीदृशः प्रत्ययः? सार्वधातुकप्रत्ययः, आर्धातुकप्रत्ययः वा? आर्धातुकप्रत्ययः अस्ति. किमर्थम्? किञ्चित् नास्ति, अपि च किञ्चित् नास्ति, धातुतः विदितः अस्ति, अतः सनादिदातव सनादिप्रत्ययः अस्ति, परन्तु धातुतः विदितः चेत् तत्र किञ्चित् नास्ति, अतः आर्धातुक. तर्हि णिच् प्रत्ययः आर्धातुक अस्ति. तर्हि एकः प्रश्नः उदेति, यदा आर्धातुकप्रत्ययः आगच्छति, नाम आर्धातुकप्रक्रिया अस्ति, तर्हि अस्माभिः बहु पूर्वं पठितमस्ति यदा आर्धातुकप्रत्ययः अस्ति तर्हि किञ्चित् किमपि विशेषकार्यं भवति. कोऽपि अवगच्छति, स्मरति वा आर्धातुकप्रत्ययः अस्ति? आम्, इडागमः भवति, अपि च इडागमः भवति णित् अस्ति चेत् वृद्धिः, गुणवृद्धिः भवति इति अस्ति. तर्हि प्रथमं तु सम्यक् यथा रघुपतिमहोदय वदति, इडागमः भवति खलु, यथा लृट् लकारे पठिष्यति भवति, तत्र पठि इकारः अस्ति, इडागमः अस्ति. तदनन्तरं क्त प्रत्ययः अस्ति, पठितः भवति, तत्रापि इडागमः इ अस्ति. तर्हि प्रश्नः उदेति अत्र, यदि णिचपि आर्धातुकप्रत्ययः अस्ति, तत्र आर्धातुकप्रक्रिया अस्ति, तर्हि तत्र इडागमः भवति न वा? कोऽपि उत्तरं जानाति वा? रघुपतिमहोदय, भवान् प्रायः जानाति, कोऽपि अन्य जानाति वा? णिच् प्रत्ययः यदा आगच्छति चुरादिभ्यः, तत्र इडागमः भवति न वा? कोऽपि अवगच्छति? मीनामहोदय, विजयामहोदय, मदर्महोदय, अवश्यम् आगच्छति एव जि, इडागमः. तर्हि इडागमः आगच्छति चेत् कुत्र चुर्योगः इ, तत्र इडागमः भवति चेत् चुर्योगः इ योगः इ, तर्हि तादृशं भवति चेत् दीर्घ इकारः भवति, परन्तु तथा तु नास्ति खलु. तर्हि इडागमस्य विधायकसूत्रं किं, कोऽपि स्मरति? अत्र इदमपि अस्माभिः पूर्वमेव पठितं, केन सूत्रेण आर्धातुकप्रत्ययः परे अस्ति चेत् इडागमः भवति. इडागमस्य विधायकसूत्रं किं, कोऽपि अवगच्छति, स्मरति? रघुपतिमहोदय, भवान् स्मरति वा? आम्, आर्धातुकस्य इड्बलादेः. आर्धातुकस्य इड्बलादेः. तर्हि वलादेः इत्युक्ते किम्? बल् प्रत्ययः. तर्हि वल् प्रत्यय यदि आर्धातुकप्रत्ययः अस्ति अपि च तस्य आदिमवर्णः वल् प्रत्याहारे अस्ति तर्हि तत्र लागमः भवति. णिच् प्रत्यय मध्ये इ एव अस्ति, इ वला वल् वल् प्रत्याहारे अस्ति वा? नास्ति. इ वल् प्रत्याहारे नास्ति, अतः णिच् प्रकरणे लागमस्य प्रश्नः एव नास्ति, प्रसक्तिः एव नास्ति, यतोहि णिच् प्रत्ययः वलादिप्रत्ययः नास्ति. तर्हि यद्यपि णिच् प्रत्ययः आर्धतुकप्रत्ययः अस्ति तथापि तत्र तथापि सः बलादिः प्रत्ययः नास्ति, अतः लागमस्य प्रश्नः न आगच्छति. तर्हि इति एकं विषयः, एकः प्रश्नः अस्ति निच्प्रत्यये लागमः नास्ति. अस्तु, तर्हि इदानीं चुर्योगः इ अस्ति, तर्हि इदानीं णिच् प्रत्ययः यथा रघुपतिमहोदय वदति णकारस्य इत् संज्ञा भवति, अतः णिच् प्रत्ययः णित् अस्ति, णित् आर्धातुक अपि अस्ति णित् अपि अस्ति. तस्य णित्वात् कानि कानि विशेषकार्याणि भवन्ति? अस्माभिः गतरविवासरे पठितं तस्य णित्वात् कानिचन विशेषकार्याणि भवन्ति, वदतु कोऽपि. अङ्गस्य वृद्धिः भवति, वृद्धिः भवति उपादायकारस्य अथवा वृद्धिः भवति, अथवा गुणः भवति, सम्यक्. तर्हि तत्र अस्ति वृद्धिकार्यं भवति. एकं सूत्रमस्ति अचोणिति, इति सूत्रं वदति यत् अचः अङ्गस्य नाम फलतः इगन्त अङ्गस्य वृद्धिः भवति कदा? यदा णित् प्रत्ययः परे अस्ति चेत्. तर्हि णित् प्रत्ययः अस्ति, णकारस्य इत्वात् णित् प्रत्ययः अस्ति, णित्वात् तस्य अङ्गस्य वृद्धिः भवति. तर्हि अत्र लिखितमस्ति खलु ची योगः इ, तत्र इकारस्य ऐ भवति, वृद्धिः भवति, चै योगः इ. तर्हि इति एकमस्ति. तदनन्तरमस्ति अत उपधायाः. अत उपधाया इति सूत्रं वदति यत् अङ्गस्य तर्हि यदि णित् अथवा णित् प्रत्यये परे अस्ति चेत् अदन्त अङ्ग यस्मिन् अङ्गे अदन्त अकारस्य यस्मिन् अङ्गे ह्रस्व अकारस्य इत् उपधा भवति तस्य तत्र अपि अकारस्य वृद्धिः भवति, नाम अकारस्य आकारो भवति. तर्हि चल् योगः इ, अत्र उपधायां ह्रस्व अकारः अस्ति अतः तत्र चाल् योगः इ, चाली भवति. तर्हि एकम् इदं वाक्यमस्ति. तर्हि अत्र अचोन्निति इति सूत्रमस्ति, तत् सार्वधातुक आर्धातुकयोः इति सूत्रस्य अपवादसूत्रमस्ति. तर्हि यथा इगन्त अङ्गमस्ति तदनन्तरम् आर्धातुकप्रत्ययः अस्ति, तत्र सार्वधातुक आर्धातुकयोः इति सूत्रेण गुणस्य अपि प्रसक्तिः अस्ति, परन्तु गुणः भवति चेत् अचोन्निति इति सूत्रं सर्वदा निरवकाशः भवति, वृद्धिः कुत्रापि न भवति, अतः तादृशं किमपि मा भवेत्. अतः अपवादत्वेन यदा णित् अथवा णित् प्रत्ययः अस्ति तत्र वृद्धिकार्यं भवति इति अस्ति. तदनन्तरं यत्र वृद्धिस्य प्रसक्तिः नास्ति तत्र उगन्तलघुपदस्य च इति तु सर्वं भवति एव. यदि उपधायां लघु इकवर्णः अस्ति अथवा लघु इकवर्णः अस्ति तर्हि तत्र गुणस्य प्रसक्तिः भवति एव, अत्र किमपि प्रश्नः कोऽपि प्रश्नः अत्र नास्ति. तर्हि अत्र चुर् योगः इ, तर्हि एकम् अधिकं प्रश्न एक अधिकप्रश्नः अस्ति, यदा धातुतः णिच् प्रत्ययस्य योगः भवति तदा नूतन यत् अङ्गं निष्पद्यते तदपि धातुः भवति, केन सूत्रेण धातुः अस्ति? शनागद्याः धातवः. सनाद्यन्ताः धातवः इति सूत्रेण यदा द्वादशप्रत्ययाः सन्ति सन् आदिप्रत्ययः, तेषु अन्यतमः प्रत्ययः णिच् अपि अस्ति, यदा ते प्रत्ययाः धातुतः विधीयन्ते तन्नूतन अङ्गं धातुः एव अस्ति, नूतनधातुः एव अस्ति, आदिदेशिकधातुः इति तस्य नामकरणं भवति आतिदेशिक। अतः चुर् धातु तत्र इ इति आगत्य प्रथमं तु इकारस्य आधातुकत्वेन उगन्तलघुपदस्य च इति सूत्रेण चुर् तस्य उकारस्य गुणः भवति, चोर् भवति। नूतनधातुः अस्ति चोरी, चोरी इति नूतनधातुः अस्ति, नूतनधातुः अस्ति चोरी। अतः कर्तृशप् इति सूत्रस्य प्रसक्तिः भवति। यदि धातुः न भवेत् तर्हि कर्तृशप् इति सूत्रम् आगत्य शपस्य विधानं कर्तुं न शक्नोति, यतोहि कर्तृशप् सर्वदा वदति यत् धातोः अनन्तरं शप् प्रत्ययः आगच्छति। तर्हि चोरी इति धातुः अस्ति, कर्तृशप् इति सूत्रेण शप् आगच्छति, तर्हि चोरी योगः अ। इदानीं चोरी योगः इति अशप् प्रत्ययः अस्ति, तत् सार्वधातुकप्रत्ययः अस्ति, पितपि अस्ति, अतः सार्वधातुकार्धातुकयोः इति सूत्रेण गुणकार्यं भवति। चोरी तस्य चोरे भवति, चोरे योगः अ। तदनन्तरं महोदय संशयः, किमर्थं कर्तृशप् प्रथमं न भवति, किमर्थं सनाद्यन्त सन् प्रत्ययः भवति प्रथमम्? प्रश्नः सम्यक् अस्ति, प्रश्नः सम्यक् अस्ति। तर्हि भवती वदतु। मम प्रश्नः कर्तृशप् किमर्थं प्रथमं भवति तत्र, चुर् शप् अनन्तरं निच्, किमर्थं निच् प्रत्ययः प्रथमं भवति इति? प्रश्नः समीचीनः अस्ति, अहं चिन्तयामि तत्र। चुरादिभ्य निच् इति चुरादिधातुतः निच् प्रत्यय विधीयते खलु, अतः अनन्तरमेव तदेव अहं चिन्तयामि। तत्र चुरादिभ्यो निच् इति साक्षात् लिखितमस्ति खलु, चुर् आदिधातु अनन्तरं निच् आगच्छति, अतः प्रायः तेनैव कारणेन प्रथमं निच् आगच्छति तदनन्तरमेव शप् भवति इति अहमपि चिन्तयामि। परन्तु प्रश्नः तु समीचीनः अस्ति यत् अत्र उभयोः सूत्रयोः प्रसक्तिः अस्ति खलु, चुर् धातुः अस्ति चेत् चुरादिभ्यो णिच् अपि कार्यं कर्तुं शक्नोति, तदनन्तरं कर्तृशप् अपि कार्यं कर्तुं परसूत्रम् इति वा कारणेन वा, परसूत्रं पूर्वसूत्रं कारणेन वा, कर्तृशप् तृतीयाध्याय प्रथमभागे अस्ति, चुरादिभ्य निच् इति सूत्रं सूत्र संख्या न जानामि, पञ्चविंशति प्रथमाध्यायस्य पञ्चविंशतितमसूत्रमस्ति, परसूत्रमेव परसूत्रमेव बलीयः किम्? नमस्कारः महोदय, विलम्बेन आगतं, क्षम्यते। करपत्रं दशम महोदय, इदानीं केवलम् अत्र पुनर्स्मरणं भवति, पुनरावर्तनं। तर्हि अत्र अत्र प्रश्नः समीचीनः अस्ति, अहं चिन्तयामि यथा रघुपतिमहोदय वदति यत् चुरादिभ्यो णिच् इति अस्ति, तर्हि तत्र साक्षात् चुरादिभ्यो णिच् इति लिखितमस्ति, अतः प्रथमं णिच् भवति तदनन्तरम् एव शब् भवति। सत्यं, तर्हि हा सम्यक् अस्ति। महोदय, मीना महोदय, सम्यक् अस्ति। हा पश्यतु, यदि प्रथमं शप् आगच्छति खलु, चुरादिभ्यो णिच् इति सूत्रस्य अनुवृत्तिसहितसूत्रं किं वदतु एकवारम्? चुरादिभ्यो णिच् कुत्र अस्ति सत्यापपाशवीणा तूलश्लोकसेनलोमपच वर्म वर्णचूर्णचुरादिभ्य धातुभ्यः निच् सत्यः परश्च। तर्हि प्रथमम् इति लिखितमस्ति चुरादिभ्यः धातुभ्यः, प्रथमं तु धातुः भवेत् कर्तृशप् यदि प्रथमम् आगच्छति तर्हि तत् यत् अङ्गं निष्पद्यते तत् धातुः नास्ति खलु धातु न धातुः विकरण आदिदेशिकधातु भवति निच्च अनन्तरं न शृणोतु यदि प्रथमं कर्तृशप् आगच्छति तदनन्तरं णिच् आगच्छति तस्मिन् स्थित्यां कथं भवति इति अहं वदामि कस्मिन् स्थित्यां धातुः परिवर्तनं भवति धातुयोगः शप् प्रत्ययः अथवा धातुयोगः कोऽपि विकरणप्रत्ययः तयोः मेलनेन यत् निष्पद्यते तत् नूतनधातुः नास्ति यथा पठयोगः पठयोगः शप् पठ यत् अस्ति तत् केवलम् अङ्गम् अस्ति तत् नूतनधातुः नास्ति तथैव कोऽपि चुरादिगणीयधातुः अपि तत्र प्रथमं यदि शप् आगच्छति तत् धातुः न भवति धातुः न भवति अतः चुरादिभ्यः धातुभ्यः णिच् प्रत्ययः परश्च इति कार्यं कर्तुं न शक्नोति यतोहि धातुः एव नास्ति चेत् णिच् प्रत्ययः कथम् आगच्छति तथा भवति चेत् चुरादिभ्यः धातुभ्यः णिच् प्रत्ययः परश्च इति भागस्य निरवकाशः भवति खलु कुत्रापि णिच् प्रत्ययः न आगन्तुं शक्नोति यथा यदि प्रथमं शप् प्रत्ययः विधीयते अतः तत् असमीचीनम् अस्ति सूत्रस्य सूत्र अथवा सूत्रभागस्य निरवकाशं तु न भवितुं शक्नोति अतः प्रथमं णिच् प्रत्ययः भवति णिच् प्रत्ययस्य योगेन योगात् अनन्तरम् अपि नूतनधातुः एव भवति सनाद्यन्ताः धातवः इति सूत्रेण तदनन्तरं कर्तृशप् तत्र आगन्तुं शक्नोति यदि प्रथमं कर्तृशप् आगच्छति धातुः एव न भवति धातुः न भवति चेत् तदनन्तरं निष्पत्तिः न आगच्छति अष्टाध्याये अष्टाध्याये किम् अस्ति चेत् प्रथमं प्रातिपदिकसंज्ञा ओक निच् लाक सनाद्यन्त अनन्तरं एतत् निच् एतत् सर्वम् आगच्छति इति प्रथमं प्रातिपदिकं संज्ञा होकर् प्रातिपदिकं संज्ञा करणीयम् अनन्तरं निच् लाक सनाद्यन्त्यः निच् एतत् प्रातिपदिकम् आगच्छति अनन्तरमेव धातुरूपम् आगच्छति खलु जि न प्रातिपदिकस्य तु चतुर्थ अथवा पञ्चम अध्याये अस्ति अत्र किम् अस्ति चेत् प्रथमं प्रातिपदिकसंज्ञा होकर् प्रातिपदिकं संज्ञा अभवत् अनन्तरं निच् लाकर् निच् योजनेन सनाद्यन्त अनन्तरम् एतत् द्वादश प्रत्ययं योजनेन कार्यं करोति परन्तु अत्र तु धातुः अस्ति खलु प्रातिपदिकस्य विषयः कुतः आगच्छति चुरादिभ्यः धातुः अस्ति खलु प्रातिपदिकस्य विषयः तु अनन्तरं भवति खलु तर्हि प्रायः इदमेव कारणमस्ति तर्हि यद्यपि परसूत्रम् अस्ति कर्तृशप् तद्यपि इतः प्रथमं णिच् भवति न भवति चेत् निरवकाशः भवति तर्हि अपवादत्वेन इति मन्तुं शक्नुमः अपवादः अस्ति एकप्रकारस्य अपवादः अस्ति यत् कर्तृशप् आगच्छति चेत् सूत्रस्य निरवकाशः भवति अतः अपवादत्वेन प्रथमम् इति अहम् इति मम तर्कः अस्ति प्रायः सम्यक् एव अस्ति परन्तु प्रश्नः तु सम्यक् अस्ति अस्तु एतादृशः जि अत्र किम् अस्ति चेत् चुर्की प्रथम आपको हिन्दी जानते है क्या आमां अहं पठामि शृणोतु जि चुर्की प्रथम भ्वादयोः भ्वादयः से धातु संज्ञा कर्के चोरि बनाकर् पुनः सनाद्यन्ताः से धातु संज्ञा ऊहि तत्पश्चात् पूर्ववत् शप् तिप् आकर् शप् को निमित्त मान्कर् सार्वधातुको से रि को रे गुणः भूत्वा तदा अयादेशः ओकर् चोरयति इति बना चुरादिगणे में सर्वत्र एक बार भ्वादयोः से धातु संज्ञा होकर निच् प्रत्यय लाकर पुनः सनाद्यन्त दातः से धातुसंज्ञा हूयि करोहि सत् सत्यापयति आदि मे पूर्ववत् हि प्रथम प्रातिपदिकसंज्ञा होकर निचिलाकर सनाद्यन्ता से धातुसंज्ञा सत्यापति की हुई है पूर्ववत् शप तिप आकर गुण अयादेश करके सत्यापयति आदि बनेगा यहाँ से निच की अनुवृत्ति सहित सूत्रम 3126 तक जाएगी सत्यम हाँ तत्र प्रातिपदिकं यत् हिंदी न जानामि महोदय वदामि वदामि तत्र प्रातिपदिकं यत् भवति वदति तत्तु सत्यापपाश रूप वीणा तूल श्लोक सेना लोम त्वच वर्म वर्म चूर्ण इति इत्येभ्य एव अस्ति तस्य अत्र प्रातिपदस्य अत्र किमपि तत्र महत्वं नास्ति अस्मिन् पाठे चुरादिभ्यः अस्ति एव केवलं धातु एव अस्ति प्रातिपदिकस्य किमपि विषयः नास्ति परन्तु यद्भवति वदति धातोः विषये तत् सर्वम् इदानीं करपत्रे लिखितमस्ति वयं सर्वे तत् पठामः एव अस्तु तर्हि इदमस्ति अस्तु इदानीं नूतन पठामः अत्र करपत्रे अग्रे गच्छतु एकं सूत्रमस्ति णिचश्च सर्वे प्राप्नुवन्ति वा अत्र अत्र तत्र चुर् इति धातोः उदाहरणं लिखितमस्ति तत्र चुर् तत्र चोरी कथं भवति तदनन्तरं कर्तृशप् अस्ति तदनन्तरं णिचश्च एकं सूत्रमस्ति सर्वे प्राप्नुवन्ति तर्हि अस्तु इदानीं णिचश्च इति सूत्रात् आरभामः मीना महोदय पठतु णिचश्च पदव्यवस्था णिचश्च इति सूत्रं वक्ति वक्ति यत् क्रियाफलं कर्तृगामी चेत् निजन्तधातुभ्यः आत्मनेपदिनः तिङ् प्रत्ययाः विहिताः क्रियाफलं परगामी चेत् निजन्तधातुभ्यः परस्मैपदिनः तिङ् प्रत्ययाः विहिताः अतः सामान्यतया निजन्तधातवः उभयपदिनः चोरयति चोरयते उभयपदिनः अग्रे निचश्च क्रियाफलं कर्तारम् अभिप्रैति चेत् निजन्तेभ्यः धातुभ्यः आत्मनेपदं भवति ओके अत्र प्रत्ययः ग्रहणे तद् अन्ताग्राह्याः इति परिभाषया तदन्तविधिः तदन्तविधिः भवति अनेन यस्य धातोः अन्ते निच् प्रत्ययः स्यात् तस्मात् इत्यर्थः निष्पन्नः निजः पञ्चमयन्तं च अव्ययपदं द्विपदमिदं सूत्रम् अनुदात्तो ञित आत्मनेपदम् इत्यस्मात् आत्मनेपदमित्यस्य अनुवृत्तिः स्वरितज्ञितः कर्त्रभिप्राये क्रियाफले इत्यस्मात् कर्त्रभिप्राये क्रियाफले इत्यनयोः अनुवृत्तिः अनुवृत्तिः सहितसूत्रं निजः च आत्मनेपदं कर्त्रभिप्राये क्रियाफले किं लिखितम् अत्र निच् प्रत्ययः परे आत्मनेपदं कर्तृभिप्राये इति स्थिते क्रिया आत्मनेपदं भवति परस्मैपदमपि भवितुं शक्यं वा अनुदात्त ञित् आत्मनेपदम् इति सूत्रेण आत्मनेपदम् आत्मनेपदं भवति कुत्र पश्यतु अत्र सूत्रमस्ति अनुवृत्तिसहितसूत्रं निचः च आत्मनेपदं कर्तृभिप्राये क्रियाफले खलु तर्हि निचः च आत्मनेपदं तर्हि निचात् अनन्तरम् आत्मनेपदं भवति कदा भवति सर्वदा न भवति निचात् अनन्तरं निचात् किं भवति निचः अनन्तरम् आत्मनेपदं भवति कदा यदा क्रिया यत् क्रियायाः फलमस्ति तत् कर्तारम् अभिप्रेति. अत्र लिखितमस्ति खलु कर्तृभिप्राये क्रियाफले, कर्तृ अभिप्राये क्रियाफले. अस्तु, तर्हि क्रिया अस्ति, क्रियायाः फलमस्ति, तत् फलं तत्र तत् फलं तस्य तत् कमपि अभिप्रेति, तस्य कुत्रापि अभिप्रायः भवति, तस्य कुत्रापि फलं गच्छति. तत् फलं कर्तारं कर्तुः प्रति गन्तुं शक्नोति, तत् फलं अन्यस्य प्रति गन्तुं शक्नोति कर्तुः कर्तारं विहाय. यदि कर्तारं गच्छति तर्हि तत्र आत्मनेपदं भवति, यदि कर्तारं न गच्छति अन्य गच्छति परस्य प्रति गच्छति तर्हि तत्र परस्मैपदम् अस्ति. तर्हि वस्तुतः शास्त्रीयभाषायां किम् अस्ति, यदि कर्ता यदि यदि क्रियायाः फलं फलमस्ति खलु, तत् फलं यदि कर्तारम् एव गच्छति तर्हि तत्र आत्मनेपदी इति धातुः भवति. तर्हि आत्मनेपदी आत्म इत्युक्ते किं, सेल्फ् खलु, सेल्फ्. तर्हि कर्तारं प्रति यदि भवति चेत् आत्मनेपदी अस्ति, परन्तु यदि फलम् अन्यस्मिन् प्रति अन्यं गच्छति तत्र पर प्रति गच्छति, परप्रति, अतः तत्र परस्मैपदी. तर्हि पश्यतु तत्र माता भोजनं पचति वा पचते इति अस्ति. तर्हि वस्तुतः किमस्ति शास्त्रीयसंस्कृते, यदि अत्र माताकर्ता अस्ति, पचनम् इति क्रिया अस्ति, पचति, तर्हि भोजनं यत् अस्ति तत् किमस्ति, कर्म अस्ति. कर्म इत्युक्ते किं, क्रियायाः फलम् इत्युक्ते कर्म खलु. तर्हि भोजनम् इति कर्म अस्ति, क्रियायाः फलम् अस्ति. तत् भोजनं कस्मिन् प्रति गच्छति, कं प्रति गच्छति? यदि माता स्वस्य यदि माता स्वयम् एव भोजनं खादति, नाम माता स्वस्य कृते एव भोजनं पचति, तर्हि तत्र भोजनं यत् फलमस्ति तत् माता प्रति एव गच्छति खलु, कर्तारं प्रति एव गच्छति. अतः तत्र आत्मनेपदी इति भवति, यतो हि आत्म प्रति अस्ति, कर्ता प्रति अस्ति, कर्तारं प्रति अस्ति. अतः वस्तुतः अत्र यत् क्रियापदं, यत् सम्यक् क्रियापदम् अस्ति, समीचीनक्रियापदम् अस्ति, तत् आत्मनेपदी एव भवेत्. माता भोजनं पचते आत्मनेपदी. परन्तु यदि माता पुत्राय अथवा माता पुत्राय अथवा पुत्र्यै भोजनं पचति, तत्र तत् स्वस्य कृते न पचति, तत् अन्यकृते पचति, परस्य कृते करोति. अतः तत्र क्रियायाः फलं यत् अस्ति तत् परं गच्छति, पुत्र प्रति गच्छति, पुत्री प्रति गच्छति. अतः तत्र परस्मैपदी करणीया भवेत्. अतः माता ओदनं तत्र पचति इति वस्तुतः शास्त्रीयरूपं, परन्तु इदानीं लौकिकभाषायां तादृशचिन्तनं कुत्रापि प्रायः न भवेत्. अतः तत्र पचति अपि करोतु, पचते अपि करोतु, किमपि करोतु, फलं कुत्रापि गच्छेत्, पचति अथवा पचते किमपि करोतु, उभयपदी इति इदानीं लौकिकव्याकरणे भवति. तर्हि निच् प्रत्ययः यदा आगच्छति तर्हि तदनन्तरम् आत्मनेपदं भवति, यदि क्रियायाः फलं कर्तारं प्रति अस्ति. यदि क्रियायाः फलं कर्तारं प्रति नास्ति, परस्य परं प्रति अस्ति, तत्र परस्मैपदी करोतु. तर्हि आहत्य विषयः किम् अस्ति, यत् निच् प्रत्ययस्य अनन्तरम् उभयपदी प्रत्ययः आगच्छति, नाम निच् धातुः सर्वदा नास्ति, कुत्रचित् विकल्पाः सन्ति, परन्तु सामान्यतः अथवा बहुत्र निच् प्रत्ययस्य अनन्तरं यत् धातुः भवति सः धातुः उभयपदी अस्ति इति अस्माकं चिन्तनम् इदानीम् अस्ति. निचश्च इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् निजन्तधातुः उभयपदी अस्ति. सर्वे अवगच्छन्ति वा? अग्रे पठतु. क्रियाफलं कर्तारं न अभिप्रैति चेत् परस्मैपदं भवति. शेषात् कर्त्री परस्मैपदम् इत्यनेन यत्र धातोः आत्मनेपदस्य कारणं नास्ति, भवान् उदाहरणं ददाति, तत्र कर्तृत्वे परस्मैपदं भवति. यथा सामान्यं धातुविधिः धातोः अन्तिमवर्णस्य आधारेण अस्माभिः विभाजितः भवति. यथा सामान्यं धातुविधिः धातोः अन्तिमवर्णस्य आधारेण अस्माभिः विभाजितः भवति. अजन्तः धातवः सन्ति, अपि च हलन्तधातुवः सन्ति. प्रथमम् अजन्तधातून् अवलोकयाम, तदा हलन्तधातून्. चुरादिगणे धन्यवादः भगिनि. येषु केचन धातवः नित्यनिजन्ताः, केचन च अनित्यनिजन्ताः. पुनः सामान्यतया उभयपदिनः, किन्तु केचन केवलम् आत्मनेपदिनः. ये धातवः नित्यनिजन्ताः उभयपदिनः च सन्ति, ते अस्मिन् पाठे उपस्थापयन्ते सामान्यधातुरूपेण. तदा ये अनित्यनिजन्ताः अथवा आत्मनेपदिनः, ते अग्रिमे पाठे दीयन्ते. तर्हि सामान्यतया चुरादिगणीयधातवः ये सन्ति ते नित्यनिजन्ताः सन्ति, सर्वदा णिच् प्रत्ययः आगच्छति, अपि च उभयपदी उभयपदिनः भवन्ति. सा तु सामान्यस्थितिः. तादृशः धातवः अस्मिन् पाठे वयं पठामः. कुत्रचित् विकल्पेन, कुत्रचित् निजन्त णिच् प्रत्ययः न आगच्छति, अपि च कुत्रचित् केवलम् आत्मनेपदी धातु भवति, उभयपदी न भवति, तद्विशेषकार्यं तत् अग्रिमपाठे वयं पठामः इति अस्ति. तर्हि अस्मिन् पाठे केवलं नित्यनिजन्ताः, उभयपदिनः, निच्छातवः वयं पठामः इति पार्थः अस्ति. तर्हि सर्वे अवगच्छन्ति वा, निचश्च इति सूत्रेण निजन्तधातुः किं भवति, उभयपदी भवति इति अस्ति. अस्तु, पठामि वा? अन्न महोदय, धन्यवादः. इदानीम् अग्रे विद्यामहोदय अग्रे पठतु. आम् जि, ये अजन्तदातवः एकबिन्दु, आकारान्तदातवः एकः धातुः, निच् प्रत्ययपरे आकारान्तदातूनां पुगागमः भवति. चुरादिगणे एकः एव आकारान्तदातुः अस्ति ज्ञा नियोगे, आज्ञां करोति इत्यर्थः. अयं ज्ञा धातुः क्रयादिगणस्य नवमगण अवबोधने ज्ञा धातुतः भिन्नः. तत्र निच् प्रत्ययपरे आकारान्तधातूनां पुक् आगमः भवति. प्रेरणार्थे निच् अस्ति चेत् तत्र आकारान्तधातूनां पुक् आगमः. चुरादिगणे एकः एव आकारान्तधातु एकः एव चेत् तत्र आकारान्तधातु दा धातु इति अस्ति. तत्र निच् प्रयोगं कुर्मः चेत् दापयति इति अस्ति. अनन्तरं अत्र प्रेरणाविषये यदा निच् आगच्छति, प्रेरणार्थके निच् तत्र अत्र विषयः नास्ति. वयं भवती वदति दापयति इत्युक्ते तत्र यत् निच् आगच्छति तत् प्रेरणार्थकनिच् अस्ति. तत्रापि निच् अस्ति, तत्र अपि कार्यं समानमेव अस्ति, परन्तु सः विषयः अत्र वयं न पठामः, नो चेत् भ्रमः भविष्यति. अत्र अस्मिन् पाठे केवलं यदा णिच् प्रत्ययः चुरादिभ्यः धातुभ्यः स्वार्थे भवति तदेव वयम् इदानीं पठामः. अतः केवलं ज्ञा धातु तस्य अत्र अवबोधनं भवति. ता अथवा यत् किमपि अन्यधातुः आकारधातुः अस्ति तत्र णिच् प्रेरणार्थकमस्ति, तत् यद्यपि कार्यं समानमस्ति तत्र इदानीं वयं न पठावः, नो चेत् भ्रमः भवेत्. अतः केवलं स्वार्थे ज्ञाधातुः एव अस्ति. सुरादिगणे एकः एव आकारधातुः अस्ति, तत् पुनः पठतु एकवारं तद्वाक्यं. सुरादिगणे एकः एव आकारान्तधातुः अस्ति ज्ञा नियोगे. ज्ञा तत्र चुरादिगण चुरादिगणीयः धातुः अस्ति, अतः तत्र णिच् योजनेन ज्ञापयति इति आगच्छति, तत्र आज्ञां करोति इति अर्थः. आज्ञां ददाति. अस्तु, अयं ज्ञा धातुः क्रयादिगणस्य अवबोधने ज्ञा धातुतः भिन्नः. नवमगणः अस्ति क्रयादिगणस्य, तत्र ज्ञा धातुः इति अवबोधने इति आगच्छति. एतत् धातुः भिन्नः अस्ति. तत्र ज्ञाधातुः यदस्ति अवबोधने क्रियादिगणे, तत् जानाति इति भवति रूपं, तत् ज्ञाधातु भिन्न. चुरादिगणे ज्ञाधातु यदस्ति तस्य अर्थमस्ति आज्ञा ददाति, तस्य रूपं भवति ज्ञापयति. तत्र ज्ञापयति चुरादिगणे, जानाति क्रियादिगणे, भिन्नमस्ति, भ्रमः मा भवति. अस्तु, इदानीं ज्ञापयति कथं भवति, तस्य कृते सूत्रं पठतु. अतिरि नूतनसूत्रम् अतिर् अतिर् श्री व्ली ह्रीं अतिर्न अर्ति अर्ति हा अर्ति ह्री व्ली रिक् अत्र रु ह्री व्ली रि क्न्यू श्मायि एभ्यः धातुभ्यः अपि आकारान्तधातुभ्यः पुक् आगमः भवति निच् प्रत्यये परे. येषां धातूनां पुक् आगमः नौ नि इत्यस्य सप्तम्यन्तं प्रथमविभक्ति एकवचनं नौ इति आगच्छति. नि इत्युक्ते निच् इत्यतः निच् प्रत्यये परे इत्यर्थः. आद्यन्तौ टकितौ एक प्रथमाध्याये प्रथमपादे षड् चत्वारिंशत् इत्यनेन धातोः परम् आयाति अयं पुक् आगमः. पुक् इत्यस्मिन् इक् उ इत्यनयोः इत् संज्ञा लोपः पकार प एव अवशिष्यते. अर्तिः च ह्रीः च व्लीः च रिः च न्युः च श्माः च आ च तेषाम् इतरेतरद्वन्द्वः अतिर् ह्री व्ली रिक् न्युक् क्षमा याप्तः तेषाम् अर्थि. एतत् बृहत् सूत्रम् एतत् षष्ट्यन्तं पुक् प्रथमान्तं नौ सप्तम्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् एतत् बृहत् सूत्रम् अङ्गानां पुक् नौ इति आगच्छति चुरादिगणे. हा, तर्हि मम तत्र प्रश्नः अस्ति, अर्ति इत्युक्ते किम्? अर्ति अर्ति दुःखमस्ति इति न अर्थं न अहम् अत्र पृच्छामि सूत्रे अर्ति तद् किं सङ्केतयति? रूपं रूपं वा? हा, तत्र अर्ति यदस्ति ऋकारस्य सप्तमीविभक्ति एकवचनं वा जि? ऋकारस्य सप्तमीविभक्ति रि किमस्ति? रि अस्ति खलु, अर्ति नास्ति. अत्र लिखितमस्ति खलु अत्र अर्ति अर्ति तस्य अर्थः अस्ति रि धातु. कथं जानीमः? स्टि प्रत्ययः अस्ति अत्र. वयं जानीमः खलु पूर्वमेव पठितम् इक्ष्टिपौ धातु निर्देशे, इक्ष्टिपौ धातु निर्देशे. तर्हि यत्र ष्टिप् प्रत्ययः आगच्छति तत्र तस्य अर्थः धातुः एव अस्ति इति. तर्हि अत्र अर्ति यत् अस्ति, अर्ति मध्ये वस्तुतः रियोगः ष्टिप् इति प्रत्ययः अस्ति. रि धातु योगः ष्टिप्, तत्र रियोगः ष्टिप् अस्ति. तर्हि विजयमहोदय, रि योगः ष्टिप् तस्य रूपं किं भवति वदतु? स्टिप् न तु स्टिप् किम् अस्ति जि? स्टिप् स्टिप् स्टिप् टकारः, मूर्धन्यष्टकारः, मूर्धन्यषकारः, मूर्धन्य तालव्य तालव्यशकारः. तालव्यशकारः. तर्हि रियोगः अत्र प्रथमं वदतु. तत्र पकारः एव तिष्ठति खलु, एतत् सर्वम् इत् भवति. अनन्तरं स्टिप् मध्ये स्टिप् स्टिप् मध्ये केषां केषां वर्णानाम् इति संज्ञा भवति स्टिप् इति मध्ये प्रत्ययमध्ये तत्र शकारस्य लशक्वतते इति सूत्रेण इत् भवति अनन्तरं पकारस्य आलङ्क्यं तस्य लोपः इति सूत्रेण तर्हि किम् अवशिष्यते किम् अवशिष्यते पकारः एव शकारः अपगच्छति पकारः अपि अपगच्छति मध्ये ति एव तिष्ठति अस्तु इदि न अपगच्छति वा इप् इदिर् इप् नागच्छति तर्हि इदानीं विजयमहोदय अग्रे वदतु स्टिप् इति प्रत्ययः कीदृशः प्रत्ययः सार्वधातुक वा अर्धातुक वा सार्वधातुक कथं जानाति सार्वधातुकप्रत्ययः अस्ति सार्वधातुकप्रत्ययः अस्ति अपि पित् अपि अस्ति खलु गुणकार्यं तर्हि गुणकार्यं करोतु री मध्ये गुणकार्यं भवति चेत् किं भवति रे री गुणकार्यं भूत्वा रे इति आगच्छति रु इति अच्वर्णः रीन रु धातु अस्ति खलु एतत् गुणकार्यं तर्हि अर् योगः ति किं भवति अर्ति तर्हि अर्ति इत्युक्ते वस्तुतः रि योगः स्टिप् तत्र अर्ति भवति तर्हि अर्ति इति द्रष्टुं वयं ज्ञातुं अर्ति इति दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् वस्तुतः तत्र रि तस्य स्टिप् प्रत्ययः भवति यथा स्टिप् प्रत्ययः भवति तस्य अर्थं किमस्ति धातुनिर्देशः खलु इक् स्टिपौ धातुनिर्देशः इत्युक्ते यथा शप् प्रत्ययः शप् इक् स्टिपौ धातुनिर्देशे इत्युक्ते धातुतः यदा इक् अथवा स्टिप् प्रत्ययः भवति सूत्रे तस्य अर्थः धातुः एव तस्य नुतधातुः नास्ति अर्थः नास्ति तर्हि अर्ति मध्ये रियोगः स्टिप् अस्ति तस्य अर्थः अस्ति रि धातु एव तर्हि हा तर्हि अर्तरि महोदय इदानीं सूत्रस्य अर्थं वदतु विजया महोदय सूत्रं किं वदति तत्र एकनिमिषं जि अर्तिः इति सूत्रम् तत्र अर्थः रु ह्रि लि रि क्न्यू न्यूयि न्यूयि क्षमायि इत्येषाम् आकारान्तदातवः धातु सन्ति अपि च आकारान्तदातवः एते धातवः अपि च आकारान्तदातवः अत्र लिखितमस्ति खलु अर्ति रि लि रि क्नुयि स्मायि आताम् अत्र सन्धिः अस्ति स्मायि योगः आताम् तत्र तस्य अर्थः अस्ति आकारान्तधातुः आताम् इत्युक्ते किम् आकारान्तधातुः अस्तु तर्हि तत्र अकारधातुः अस्ति चेत् किं भवति पुक् आगमः भवति कदा नौ पुरतः अस्ति चेत् नौ इत्युक्ते निच् प्रत्ययः सम्यक् तर्हि निच् प्रत्ययः परे अस्ति चेत् रि लि रि क्नुयि क्ष्मायि अथवा आकारान्तधातुभ्यः तस्य अनन्तरं पुक् आगमः भवति पुक् मध्ये महोदय केषां वर्णानां संज्ञा अस्ति विजयमहोदय पकारः प उ ककारः अस्ति. केषां वर्णानाम् इति संज्ञा? तत्र उकारस्य उकारः उपदेश अनुदासिक अनुनासिक इति सूत्रेण उकारः इति भवति. लशको तत्तिते इति सूत्रेण ककारः गच्छति खलु जि. अनन्तरम् अकारः एव मध्ये तिष्ठति. लशको तत्तिते आदौ अस्ति चेत् भवति. ककारः हलन्त्यं खलु. अलत्यं तस्य लोपः इति सूत्रेण ककारस्य लोपः भवति इति भवति. अनन्तरम् अकारः एव मध्ये तिष्ठति. पकारः खलु. मकारः पुक् मध्ये प उ क अस्ति खलु. उकारस्य भवति उपदेशे अजनुनासिक इति. ककारस्य भवति हलन्त्यं. केवलं पकारः एव तिष्ठति खलु. प पकारः. अकारः प्रत्यये अकारः नास्ति एव. अस्तु, पकारः अस्ति. तर्हि एतादृशानां धातूनां पुक् आगमः नाम पकारस्य आगमः भवति निच् प्रत्ययः परे अस्ति. इदानीं प्रश्नः अस्ति यदि आगमः अस्ति पकारस्य तत् कुत्र भवति? धातोः आदौ भवति, धातौ अनन्तरं भवति. तर्हि विद्या महोदय किं चिन्तयति? पुक् आगमः अस्ति, तत् आदौ अस्ति वा अन्ते अस्ति वा? इत्यनेन धातोः परम् आयाति. किमर्थं परम्? अयं पुकाम् अयं पुक् आगमः. किमर्थम् अयं कथं जानाति? पुक् इति कित् अस्ति. पुक् यदस्ति तत् कित् अस्ति खलु, ककारस्य इत् संज्ञा. अतः यस्य आगमः अस्ति तस्मात् अनन्तरम् आद्यन्तौ टकित्. अतः यद् धातुः अस्ति तस्य अनन्तरं पकारः आगच्छति इति वार्ता अस्ति. अस्तु, तर्हि उदाहरणं पश्यामः अग्रे. अग्रे पठतु. अस्मिन् सूत्रे ये धातवः सूचिताः ते आकारान्त ज्ञा दातुं वर्जयित्वा चुरादिगणे न सन्ति. धातुभ्यः निच् प्रत्ययः द्वयोः अर्थयोः भवति. स्वार्थे चुरादिगणे, प्रेरणार्थे च. चुरादिगणीयं ज्ञा दातुं विहाय अनेन सूत्रेण सूचितेभ्यः सर्वेभ्यः धातुभ्यः निच् प्रत्ययः प्रेरणार्थे एव. यथा व्ली धातुः क्रयादिगणे व्लीनाति नोदयति, प्रेरणार्थे निच् पुगागमः भवति, विलेपयति पातयति इति अर्थः. एते अवशिष्टाः सर्वे धातवः परिशीलयिष्यन्ते आर्धधातुकप्रकरणे यत्र निच् प्रत्ययः प्रेरणाते अस्ति. सम्प्रति चुरादौ ज्ञादातोः प्रक्रिया कथम् इति पश्येम. अग्रे अस्ति तत्र. तत्र ज्ञाधातु विहाय अन्य सर्वे धातवः चुरादिगणीय न सन्ति. तत्तेषु निच् प्रत्ययः, तेभ्यः निच् प्रत्ययः केवलं प्रेरणार्थके भवति. तत् अत्र विषयः नास्ति. अत्र विषयः केवलं चुरादिगणीय निच् प्रत्ययः, तत्र स्वार्थे आगच्छति. अत्र केवलम् एकः एव धातुः प्रसक्तिः अस्ति. धातुः प्रसक्तिः अस्ति ज्ञाधातु. तर्हि महोदय पठतु. ज्ञा किं, तस्य रूपं कथं भवति, अग्रे पठतु. ज्ञायोगः निच् प्रत्ययमस्ति. तत्र ततिर् ह्लि व्लि रीक् न्यु क्षमां यत् यातं पुङ्क्नौ इत्यनेन पुक् पुक् आगमः भवति. ज्ञायोगः पुक् तत्र उकारः इति भवति. अनन्तरं आद्यन्तौ टकितौ इति सूत्रेण वा तत्र अलन्त्यं तस्य लोपः इति सूत्रेण ककारः इक् लोपः भवति. तत्र पायव तिष्ठति. ज्ञा योगः पुक् योगः निच् तत्र अनुबन्धलोपानन्तरं हलन्त्यं उपदेश च अनुनासिके इति अनन्तरं चुटु इति सूत्रेण चुटु इति तत्र निच्य अस्ति खलु, तत्र चकारः चुटि इति सूत्रेण अपगच्छति. अनन्तरं ज्ञा योगः पक प योगः इ तत्र ज्ञापि इति तत्र वर्णमेलनमेव. महोदय, भवती किं वदति? चुटु इति सूत्रेण चकारः गच्छति. चुटु इति सूत्रेण तत्र आदौ अस्ति तस्यैव भवति महोदय. चुटु इति चुटु लषत्वतद्धिते इति आदौ कार्यं कुर्वन्ति, न तु अन्ते. एकनिमिषं जि. निच् मध्ये चकारस्य केन सूत्रेण संज्ञा भवति? सामान्यसूत्रं सामान्यं हलन्त्यं हलन्त्यं तस्य लोपः इति सूत्रेण. तत्र नकारस्य इत्संज्ञा भवति चुटु इति सूत्रेण. अस्तु, तर्हि प्रथमं न्या धातुः अस्ति, चुरादिगणीयधातुः अस्ति, अतः न्यायोगः णिच् इति चुरादिभ्यो णिच् इति सूत्रेण सर्वप्रथमम् आगच्छति. न्यायोगः णिच् इति आगत्य तिष्ठति. तदनन्तरं न्या इति आकारधातुः अस्ति, तदनन्तरं तस्य णिच् इति अनन्तरम् अस्ति, अतः णिच् तस्य निमित्तत्वात् अर्तिरि न्यूयिष्मायतां पुन्नौ इति सूत्रेण न्या तस्य पुक् आगमः भवति. न्यायोगः पुक्, तत्र पुक् मध्ये केवलं पकारः तिष्ठति, निच् मध्ये केवलम् इकारः तिष्ठति. न्या प इ. हा, इदानीम् अग्रे पठतु. न्या प इ अग्रे किं भवति? ज्ञापि इति भवति. कर्तरि शप् कर्तरर्थे सार्वधातुक, तिङ् प्रत्यय च, षित् कृत् प्रत्यये च शप् विहितः भवति. शप् अस्ति चेत् तत्र तत्र एव लषक्वतत्ति इति सूत्रेण शकारः इत् भवति. अनन्तरम् आलन्त्यं तस्य लोपः इति सूत्रेण पकारः गच्छति, आ एव तिष्ठति. तत्र ज्ञापि योगः अकारः, सार्वधातुक आर्धधातुकयोः, शप् शित् अस्ति, पित् अपि अस्ति, अतः धातोः अन्त्यस्य इक् गुणः भवति. अत्र अतः ज्ञापे इति आगच्छति. ज्ञापे योगः अकारः, तदनन्तरं यचो एव यावः इति सूत्रेण यान्तवान्तदेशसन्धिः भूत्वा तत्र अचिपरे एकारस्थाने अय आदेशः भवति. अतः ज्ञाप् योगः ऐ योगः अकारः, ज्ञापय इति अङ्गं भवति. अनन्तरं ज्ञापय योगः ति, तिङ्क्षित् तिङ्क् प्रत्ययं योजनेन ज्ञापयति, अनन्तरं ज्ञापयते इति उभयपदीनः भवति. लट् विवक्षायां प्रथमपुरुष एकवचने तिप् प्रत्ययः विहितः तत्र, अतः ज्ञापयति ज्ञापयते इति उभय परस्मैपदी आत्मनेपदी रूपं निष्पन्नं तत्र. केन सूत्रेण वयं ज्ञातुं शक्नुमः यत् परस्मैपदी अपि भवति आत्मनेपदी अपि भवति? परस्मैपदी ज्ञापयति ज्ञापयति अथवा ज्ञापयते उभयद्वयं सम्यक् अस्ति. कथं जानीमः केन सूत्रेण? इदानीमेव पठामः खलु. निचश्च इति सूत्रम् अस्माभिः पठितं खलु इदानीमेव. आं जि, निचः च क्रियाफलं कर्तारम् अपि अस्तु अस्तु. स्वार्थे चेत् आत्मने कृते चेत् तत्र आत्मनेपदं भवति. परस्मै अन्य विषये करोति चेत् तत्र परस्मैपदी चेत् तत्र अन्यविषये पचति इति अन्यविषये करोति चेत् तत्र ज्ञापयति ज्ञापयति इति. तर्हि सर्व तदेव भवति. इदानीं लौकिकव्याकरणे तस्य अर्थं केवलम् अस्ति उभयपदी अस्ति. तर्हि ज्ञापयति नो चेत् ज्ञापयते. निचश्च इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् तत्र ज्ञापयति नो चेत् ज्ञापयते उभयपदी सम्यक् अस्ति इति अस्ति. तर्हि पठतु अत्र अत्र उदाहरणमस्ति न्याधातु अस्ति न्याधातु चुरादिगणीय अस्ति आकारान्त अस्ति तस्य पुगागम भवति पुगागमेन न्यापि इति नूतनधातुः भवति न्यापि न्यापि तदनन्तरं कर्तृषप् इति योगेन शप् आगच्छति शप् अस्ति तदनन्तरं तत्र सार्वधातुकार्धातुकयोः इति सूत्रेण न्यापे इति भवति रूपं भवति ज्ञापयते ज्ञापयति इति अस्तु अस्तु एकः प्रश्नः ज्ञा इति यत् क्रियादिगणे अस्ति तस्य रूपमपि ज्ञापयति किल निजन्तरूपं परन्तु तत् निजन्तरूपं केवलं प्रेरणार्थके भवति जी रूपं समानमेव परन्तु अर्थभेदः अस्ति मम प्रश्नः रूपं किमर्थम् अत्र एव सूत्रम् अस्ति किल सूत्रं प्रसक्ति सम्यक् न्याधातु यत् क्रियादिगणे अस्ति तस्य अपि निजन्तरूपं ज्ञापयति एव परन्तु सः निजन्त तत् निजन्तरूपं तत् प्रेरणार्थके अस्ति स्वार्थे नास्ति तत्र स्वार्थे केवलं चुरादिगणे अस्ति अत्र लिखितमस्ति अत्र एव निजन्तस्य विषये पुगागमः आगच्छति किल अतः क्रियादिगणे अपि आगच्छति वा आगच्छति परन्तु तथैव दा अस्ति खलु दा अस्ति तस्य प्रेरणार्थके दापयति भवति आम् भवन्तु तत् सर्वं यत् अस्ति तत् निजन्त एव अस्ति चेत् तत् तत् प्रेरणार्थकः अस्ति अत्र केवलं स्वार्थे यदा निज् अस्ति चुरादिगणे तस्य विषयः अस्ति रूपं सम्यक् अस्ति धन्यवादः समानमस्ति ज्ञापयति एव अस्ति परन्तु तस्य अर्थं भेद अर्थभिन्न अस्ति भेदः अस्ति अतः भ्रमः मा भवेत् अतः तस्य चर्चा इदानीं मा करोतु इति अहं वदामि नो चेत् भ्रमः भवति अस्तु अग्रे महोदय समापयतु अत्र ज्ञापय इति अङ्गं महोदय विषयान्तरं किञ्चित् सन्देहः मम यदि क्रयादिगणे अस्ति ज्ञादातु अस्ति इदानीं अत्र निष्पत्य प्रेरणार्थके इति भवति चेत् तत्र क्रयादिगणस्य विकरणपत्य न भवति वा शप् एव भवति वा तत्र तर्हि तदा क्रयादिगणे सम्यक् महोदय तत्र शप् एव आगच्छति तत्र निजन्तधातवः भवादिगणे एव सन्ति आमामाम् आमां भवादिगणे सत् कत्तरिशप् इत्यनेन भवति तत्र सम्यक् तत्र स्नान अस्ति अस्तु तदेव तत्र सामान्यतया स्नातिन्धातवः यत् सन्ति तत् सामान्यतया भवादिगणीयवत् एव सन्ति कुत्रचित् केचन किञ्चन भेदः भवति तत् परन्तु तत्तु भिन्नविषयः अस्ति अत्र यङ् लुगन्त यत् अस्ति खलु यङ् लुगन्त यत् अस्ति तदपि सनातनधातवः अस्ति तत् अदादिगणीयवत् अस्ति परन्तु अन्यथा प्रायः यत्र अस्ति तत्र सनादि भवादिगणीयवत् अस्ति सन् प्रत्ययः सन् प्रत्यय अपि भवादिगणीयवत् अस्ति जिगमशति पिपासति तथैव अत्रापि निजन्तधातु यत् अस्ति तद् भवादीयगणवत् अस्ति अतः तत्र शप् एव अस्ति अत्र ज्ञापय इति अङ्गं ज्ञापय इति अङ्गम् अदन्तम् इति अवधेयम् अतः पञ्चमे करपत्रे यः विधिः प्रदर्शितः अङ्गस्य सिद्धतिङ्प्रत्ययानां च संयोजनविधिः इत्यस्मिन् स एव विधिः अत्रापि प्रयुक्तः भवति अस्माभिः नाम अस्मात् ज्ञापय इति अदन्त अङ्गात् लट् लोट् लङ् विधिलिङ्गि इत्येषां सिद्धतिङ्प्रत्ययाः विहिताः भवन्ति ज्ञापयति ज्ञापयतु अज्ञापयत् ज्ञापयेत् इत्यादीनि रूपाणि निष्पन्नानि चुरादिगणे एकः एव आकारान्तधातुः अस्ति ज्ञा किन्तु प्रेरणार्थ प्रेरणार्थः निचि बहवः एवं सन्ति, तेभ्य अपि प्रक्रिया तथा अधः अस्ति. तर्हि अत्र किं किमपि नास्ति, अत्र ज्ञाप यत् अत्र डिच् तदनन्तरं शप् इत्यस्य योजनेन यत् अङ्गं निष्पद्यते तत् अदन्तम् अङ्गमस्ति. अदन्तम् अङ्गमस्ति यतः सार्वधातुकलकारेषु वयं जानीमः सिद्धतिङ्प्रत्ययः कथं भवन्ति, तस्य योजनं कथं भवति. तर्हि दिवादि भवादि तुदादि गणीयवदेव अत्र अपि रूपसिद्धिः भवति. तर्हि इदानीं केवलम् अङ्गं कथं निष्पद्यते इति वयं पश्यामः. अस्तु, तर्हि अग्रे गच्छामः. इदानीं रघुपतिमहोदय, भवतः प्रश्नस्य इतोपि उत्तरमस्ति. तर्हि पश्यतु, श्नाधातु विकरण क्षम्यतां श्नाधिकरणप्रत्यय केन सूत्रेण आगच्छति? तत् कत्रशप्रबाद्य भवति. सूत्रं किमस्ति? सूत्रमस्ति क्रियाधिभ्यः इति. तर्हि क्रियाधिभ्यः श्ना इति किं वदति? क्री आदि यस्य सः क्रियादि तेभ्यः शप् आगच्छ श्ना अस्ति. तर्हि क्री आदि इदं सर्वं कुत्र अस्ति? अहं वदामि एतत् सर्वं कुत्र लिखितमस्ति. क्री आदि इति सर्वे धातवः कुत्र लिखितमस्ति, कुत्र सन्ति इत्युक्ते महोदय अहं न अवगतम्. जानाति भवान्, अहं मम प्रश्नः सम्यक् नास्ति. चुरादिभ्यः निच् नो चेत् दिवादिभ्यः षण् इत्युक्ते किं वदति, दिव् आदि इति यत् समूहः अस्ति तस्य स्ना तस्य नीच् तस्य इदं सर्वम् आगच्छति. परन्तु एते सर्वे धातवः कुत्र लिखितानि, कुत्र लिखिताः सन्ति? उपदेशदातवः सन्ति. धातुपाठे सत्य अस्ति खलु? धातुपाठे अस्ति, औपदेशिकदातवः. उपदेशे अस्ति. आमाम्. एतादृश उपदेशिकधातवेषु विजन्तधातवः अस्ति वा? न, उपदेशिकधातो न प्रेरणार्थके न भवति. कोऽपि अतः तस्य सूत्रस्य प्रसक्तिः एव नास्ति अत्र खलु, यतो हि निजन्तधातुः सनाद्यन्तधातोः एते सर्वे उपदेशे न सन्ति. अतः दिवादिभ्यः स्यान् क्रियादिभ्यः स्ना इत्यादीनां सूत्राणां प्रसक्तिः एव नास्ति. यदा औत्सर्गिकरूपेण शप् एव भवति, कस्यापि सूत्रस्य प्रसक्तिः नास्ति चेत् डिफाल्ट् सूत्रं किमस्ति? शप् कर्तरि शप् कर्तरि शप् अतः अत्र तदेव यत्र न उक्तं कर्तरि शप् इत्युक्ते एकनिमिषं यथा न उक्तं तत्र तत्र सामान्यसूत्रं कर्तरि शप् एव अस्ति. अतः अत्र शप् एव आगच्छति, अन्य कस्यापि तस्य प्रसक्तिः एव नास्ति. तथैव ज्ञाधातु यत् क्रियादिगणे अस्ति तस्य यदा प्रेरणार्थकण्यन्तरूपं भवति तत्रापि तत् नूतनधातु यत् अस्ति ज्ञापि तत् औपदेशे कुत्रापि नास्ति, उपदेशे कुत्रापि नास्ति. अतः तत्र अन्यविकरणप्रत्ययस्य प्रसक्तिः एव नास्ति, प्रसक्तिः एव नास्ति. अतः डिफाल्ट् सूत्रं सामान्यसूत्रं यत् अस्ति कर्तृशप् तदेव आगच्छति, शप् प्रत्ययः विद्यते इति वार्ता अस्ति. तर्हि शप् इत्युक्ते अकारम् अभिशिष्यते वा ऐ इति चुरादिगणस्य विकरणप्रत्यय वा? शप् इत्युक्ते तर्हि चिन्तयतु, एकवारं सनाद्यन्तधातुः आगच्छति, धातुः भविष्यति णिजन्त सनन्त, तद्धातुः इदानीं गणे नास्ति. नाम ण्याधातुः अस्ति क्रियादिगणे, तस्य निजन्तरूपं क्रियादिगणे नास्ति, तत् औपदेशिक एव नास्ति खलु. अतः तादृशं चिन्तनं मा करोतु. पत इति धातु किल, पाति इति भवति किल निजन्तधातुयोजनेन. आम्. तदनन्तरं शप् इति प्रत्यय. आम्. पाठ पाठी पाठयति इति अवशिष्यति. अतः एव चुरादिभ्यः शप् इति दत्तं नास्ति. जी तत्र स्वार्थे निश्चित प्रत्ययः. रघुपतिमहोदय किं वदति? अतः एव चुरादिभ्यः शप् इति न दत्तमस्ति. अत्र औत्सरिकरूपेण भवति, उपरि प्रथमम् अस्ति तदेव भवति. यत् न उक्तं विशेषतया तदा तदेव भवति. प्रथमम् औत्सरिकसूत्रमेव सूत्रस्य एव प्रसक्तिः. अत्र विशेषं किमपि न लिखितमस्ति, तत्र सामान्यसूत्रं कीदृशम् अस्ति. आम् आम् आम् सत्यं. सम्यक्. विजयमहोदय किं पृच्छति? जी तत्र स्वार्थे निच् प्रत्ययः तथा विकर्णप्रत्ययः शप्. शप् एतत् इत् भवति, अनन्तरम् आ एव तिष्ठति, अतः आहत्य अय इति आगच्छति. यान्तवान्तसन्धि भवति खलु. अस्तु तर्हि महोदय एतादृशं चिन्तनं मा करोतु. अविहाय अय आगच्छति इति भवती करोति चेत् तत्र चिन्तयति ओ अत्र किमपि नूतनकार्यं भवति, किमपि विशेषकार्यम् अस्ति, तथा नास्ति. अत्र अ एव अस्ति. तदनन्तरं सार्वधातुक आर्धातुकयोः इति सूत्रेण गुणं भूत्वा एचयवायाव इत्यनेन अय भवति. तत्र किमपि विशेष अथवा स्पेशल् अथवा एक्स्ट्रा आर्डिनरी किमपि नास्ति. तत्र सामान्यचिन्तनम् एव अस्ति इति. तर्हि अविहाय अय आगच्छति एतादृशं मा चिन्तयतु, नो चेत् भ्रमः भवति. अत्र अ एव अस्ति, सार्वधातुकार्धातुकयोः इत्यनेन गुणः भूत्वा ए भवति. तदनन्तरं यान्तवान्तसन्धि कृत्वा अत्र एक अयम् इति अस्ति. अस्तु अग्रे गच्छामः. रघुपतिमहोदय इगन्धधातवः. हा महोदय, इगन्तदातवः. अत्र चत्वारः दातवः सन्ति. चत्वारः दातवः सन्ति. एकवारं चीन् चयने, च्यू सहने, हसने च, भू अवकल्कने अथवा मिश्रीकरणे, चिन्तने च, धृ प्रसरणे. धातुः इकारान्तः, उकारान्तः, ऋकारान्तः इति चेत् अचोर्णिति इति सूत्रस्य प्रसक्तिः. अचोर्णिति सूत्रमस्ति. अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति णिति प्रत्यये परे. यथा चीयोग णिच् अचोर्णिति इत्यनेन अङ्गस्य अचः वृद्धिः भवति. इदानीम् इकारः अस्ति, अतः इगन्त धातुः अस्ति. चै इति भवति वृद्धिः, इकारस्य वृद्धिः ऐ ऐ इति. इदानीं चै योग इ, अनन्तरं यचोयवयावः इत्यनेन ऐ स्थाने आय इति आदेशः. चाय योग इ चाय् इति भवति. अनन्तरं कत्तरि शप्, इदानीं कत्तरि शप् इति इत्यस्य प्रसक्तिः भवति. कत्तरि शप् कर्तते सार्वार्थके टिक् तिङ् प्रत्यये च, षित् कृत् प्रत्यये च, शप् विहितः भवति. चायि योग शप्, इदानीं चायि योग अ इति भवति. इदानीं तत्र सार्वधातुकार्धातुकयोः इत्यनेन गुणः भवति अङ्गस्य चाये. पुनः यचोयवायावः इत्यस्य सूत्रस्य प्रसक्तिः. चाय अय चायय इति अङ्गमस्ति. चाययते इति लट् विवक्षायां प्रथमे एकपुरुषे तिप् प्रत्ययः विहितः भवति. अत्र रूपद्वयं भवति. सम्यक्. तर्हि अत्र मुख्य अत्र विशेष मुख्यबिन्दुः अस्ति अचोणिति इति सूत्रेण वृत्तिः भवति, इकारस्य ऐ भवति. तदनन्तरं सर्वं यत् अस्ति तत् सामान्यकार्यमेव अस्ति. चायते. अस्तु अग्रे तथैव अग्रे पठतु. तथैव च्यु योग णिच् अस्ति. च्यु योग इ इदानीम् उकारस्य वृद्धिः भवति, औ इति भवति. चौ योग इ इदानीं यचोयव इति सूत्रेण आवादेशः. चावि इति च्यावि इति अङ्गं भवति. चावि इदानीं चावि योग शप् कर्तरि शप् इत्यनेन. अनन्तरं च्यावे भवति यचोयवयावः सूत्रेण. पुनः अन्तिमरूपमस्ति च्यावयति अथवा च्यावयते इति रूपं, तथैव भूधातुः अस्ति, भूधातु निच् प्रत्ययः भूधातु भिन्न अस्ति, द्वादिगणे भिन्न ओहो ओहो अस्तु अस्तु भूधातु भूयोग णिच् अस्ति, इदानीं भू णिच् प्रत्यय निमित्तीकृत्य अचोडित् इति सूत्रेण इदानीं वृद्धिः भवति, भौ भौ योग इ इदानीं यचोयवयः इति सूत्रेण भाव इ भावि इति अङ्गम् इति इदानीं नूतनधातुः अस्ति, इदानीं निजन्तधातुः अस्ति, सारि सनाद्यन्तदातवः इति सूत्रेण भावि इति इदानीं भवति, भावियोग शप् भावे भावयति इति इति अन्तिमरूपं, तथैव घृ धृ इति अस्ति, धृयोग णिच् अस्ति, इदानीं मूर्धन्यरकारः अस्ति, इदानीं णिच् अस्ति अचोर्णिति सूत्रेण ऋकार अङ्गस्य ऋकारस्य वृद्धिः भवति, आ इति भवति रण्ड्रपरः, धार् इति भवति इदानीं धार् योग इ धारि धारि योग सारि घार् घार् हरि हरि घृ घृ इति अस्तु घ्रा घार् घारि इति इदानीं घारि योग शप् घारे घारयति घारयते इति रूपं घा अस्तु अत्र वृद्धिः भवति चायति च्यावय चायति नो चेत् चायति चायते च्यावयति च्यावयते भावयति भावयते घारयति घारयति इति अस्ति अस्तु तर्हि महोदय एकः प्रश्नः वृद्धिकृते संज्ञासूत्रं किम् वृद्धिकृते एकवारं वृद्धिरादेच् इति अस्ति वृद्धि आकार ऐकार औकार ऐच् ऐच् इति अस्ति ऐ ऐच् भवति वृद्धिरेचि इति वृद्धि गुण वृद्धि वृद्धि सन्धि विधायकसूत्रमस्ति वृद्धिरेचि वृद्धिसूत्रमस्ति परन्तु वृद्धिकृते संज्ञासूत्रमस्ति वृद्धिरादैच् नाम आत् योगः ऐच् प्रत्याहारः नाम आ ऐ औ अस्तु तर्हि इति अस्ति अजन्तधातूनां कृते अजन्तधातूनां कृते कथं भवति इति वयम् अस्माभिः पठितं प्रश्नः अस्ति वा कस्यापि इदानीं पर्यन्तं न महोदय इदानीं पर्यन्तं किञ्चित् सरलमेव अस्ति अचोण्ति अर्ति हि नुयि क्ष्मायि आताम् इति सूत्रं नूतनसूत्रम् अस्तु धन्यवादः महोदय अग्रे मदन् महोदय अग्रे पठतु महोदय हलन्तदातवः अदुपदातवः एकत्रिंशत् दातवः अद उपदायाः उपदायाम् अतः वृद्धि निति निति प्रत्यये परे यथा चल् योगः निच् अनुबन्धलोपे चल् योगः ईकारः अस्ति अध उपदाः इति सूत्रेण अत्र उपदायाम् अकारः अस्ति तत् वृद्धिः भवति अचाल् योगः इ वर्णमेलनं सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा भवति अतः चालयति इति रूपं भवति चालि इति भवति तदनन्तरं कर्तरि शप् इति सूत्रेण अत्र शप् विहितः भवति कर्त्रार्थे सार्वधातुकः तिङ् प्रत्यये च षित् कृत् प्रत्यये च शप् विहितः भवति चालि योगः शप् अनुबन्धलोपे लषक्वद्दिते हलन्त्यम् इत्यनेन चालि योगः अकारः दृश्यति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति शप् षित् अस्ति पित् अपि अस्ति अतः धातोः अत्यन्तस्य इकः गुणः चाले योगः एचो यवायवः इत्यनेन अचिपरे ए स्थाने अय आदेशः चाल् योग अय ऐ योग आ चालय इति अङ्गं च चालय इति योगति चालयति अथवा चालयते दट् विवक्षायां प्रथमपुरुष एकवचने तिप्रत्यये विहितः लङ् योगः निच् एवमेव अस्ति लङ् योगः निच् लाङ् इति लाङ् योगः इ लाङ्गि लाङ्गयति लाङ्गयते बद् योगः निच् बाद् योगः इ बाधि बाधयति बाधयते नट् योगः निच् नाट् योगः इ नाटि नाटयति नाटयते इति रूपम् अत्र अध उपादायाः इति सूत्रम् कार्यं करोति यदि उपादायाम् ह्रस्व अकारः अस्ति चेत् वृद्धि प्रथमं भवति तदनन्तरं निच् प्रत्यययोजनेन चाली भवति अनन्तरं शप् योजनेन चालीय अकारः तिष्ठति गुणः भवति शप् तदनन्तरं एचवायव इति सूत्रेण अय आगच्छेत् अन्तिमरूपं चालयति इति भवति अथवा चालयते इति भवति चालयति चालयते लाडयति लाडयति बाधयति बाधयते नाटयति नाटयते यत्र मुख्यकार्यमस्ति उपधायां यत् ह्रस्व आकारः अस्ति तस्य वृद्धिः भूत्वा दीर्घ आकारः भवति अत उपधाय इति सूत्रेण इति मुख्यकार्यमस्ति अस्तु अग्रे महोदय लघु इगुपद आम् महोदय लघु इदु इग् उपधाय उपधा धातवः षट् विंशतिः धातवः येषाम् उपधायां ह्रस्व इकारः ह्रस्व उकारः ह्रस्व ऋकारः च इद् उपधा धातवः दश उद् उपधा धातवः पञ्चदश ऋत् उपधा धातवः एकः अत्र पुगन्तलघुपदस्य च इत्यनेन गुणकार्यम् एते सप्तविंशतिः सामान्यचुरादिगणीयः धातवः नाम नित्यनिजन्ताः उभयपदिनः च अग्रे अग्रिमपाठे इतोपि लघु इग् उपधा धातवः सन्ति ये अनित्यनिजन्ताः अथवा आत्मनेपदिनः अत्र प्रायः गुण गुणदोषः अस्ति एते सप्तविंशतिः न एते षड्विंशतिः एते सामान्यदातवः सन्ति ते तत्र पुगन्तलघुपदस्य इति सूत्रेण गुणकार्यं भवति एते सर्वे तत्र नित्यं निजन्ताः नित्यनिजन्ताः सन्ति नाम विकल्पेन नास्ति अथवा सर्वदा निच् अस्ति अपि च उभयपदी अस्ति अन्य अपि इकन्तधातवः सन्ति लघु युगपधातवः सन्ति यत्र णिच् यत् अस्ति तत् नित्यत्वेन न आगच्छति अथवा आत्मनेपदी नास्ति उभयपदी नास्ति तत् भिन्नम् अस्ति अग्रिमपाठे अस्तु अग्रे महोदय पुगन्तलघुपदस्य च इति सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघु उपधायस्य च इकः गुणः भवति यदा मुच् योगः णिच् अनुबन्धलोपे इकारः तिष्ठति तदनन्तरं उपधायाम् इक् वर्णः अस्ति अतः पुगन्तलघुपदस्य इति सूत्रेण गुणः भवति मोच् योगः इ इति भवति इदानीं तत् धातुसंज्ञा सनादादयः धातः अतः इति धातुसंज्ञा अतः मोचति इति नूतनधातुः भवति तदनन्तरं कर्तरि शप् इति सूत्रेण शप् आगच्छति अनुबन्धलोपानन्तरं अकारः एव तिष्ठति मोचि योगः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति मोचे योगः तदनन्तरम् एचोयवायवः इति सूत्रेण अय आगच्छति मोचय योगः ति मोचयति अथवा मोचयते इति लट्लकाररूपं भवति. अग्रे पठामि वा? तिच् तिज् तिज् योगः इ तेज् तेज् योगः इ तेजि इति धातु. अत्र गुणकार्यं भवति पुगन्तलघुपदस्य इति सूत्रेण तेज् तेजि इति धातु भवति. तदनन्तरं तेजि योगः तेजि योगः शप् विहितेन तेजय इति अङ्गं भवति. तदनन्तरं तेजयति इति अन्तिमरूपं भवति. पृत् पृत् योगः इ पर्त् योगः इ पर्ति इति अत्रापि गुणकार्यं भवति. तदनन्तरं पर्ति इति नूतनधातु. पर्ति योगः आयोगः पर्तय इति अङ्गं. तदनन्तरं पर्तय योगः इति पर्तयति अथवा पर्तयते इति रूपं भवति. किमपि नूतनं नास्ति. लघु इकवर्णः अस्ति अतः तस्य पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति. तत्र इकारस्य एकारः, उकारस्य ओकारः, ऋकारस्य अर् इति भवति. सम्यक् अस्ति. अस्तु, धन्यवादः महोदय. ते एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा? अस्तु, ते रघुपतिमहोदय समापयतु शेषधातवः. एकवारं महोदय. एकवारं शेषदातवः. अस्तु, शेषदातवः चुरादिगणे तिगन्तरूपस्य साधनार्थं सोपानत्रयम् अस्ति इत्युक्तम् आरम्भे. अस्माकं प्रमुखकार्यं प्रथमे सोपाने एव निजधातोः उत्पत्तौ. शेषधातुषु अस्मिन् किमपि कार्यं न भवति. धातोः अन्तिमवर्णः अच् नास्ति, अतः वृद्धिः नार्हः. उपदायाम् अत् ह्रस्व अकारः नास्ति, अतः तत्रापि वृद्धिः नार्हः. उपदायां लघु इक् नास्ति, अतः गुणः नार्हः. एभिः कारणैः न किमपि कार्यम् अर्हम्. यथा एकवारं महोदय. यथा पाल इति धातुः, पालयोग णिच् पाली इति भवति. पाली पाली पाल मध्ये अकारस्य लोपः कथं भवति? हा, कुत्र पालयोग णिच् अस्ति अत्र. एकवारम् अतो लोपः इति एकवारं. पाल इति धातुः अस्ति उपदेशे, तस्य लौकिकपाल् भवति. हा हा हा, लौकिकपाल् अस्ति वा? पाल अस्तु अस्तु अस्तु. तर्हि तत्र अकारस्य लोपः कथं भवति पाल मध्ये? हा, चिन्तयामि. अत्र अनुनासिक वा नास्ति वा? ओहो, अस्तु अस्तु अस्तु. अहं तर्हि पाल उपदेशे अजनुनासिक इति सूत्रेण अन्तिम अकारस्य लोपित संज्ञा भूत्वा लोपः भवति. उपदेशे औपदेशिकधातु पाल, लौकिकधातु पाल्. तत्र किमपि कार्यं नास्ति. पाल् योगः णिच् पाली, केवलं वर्णमेलनम्. अस्तु, अग्रे वर्णमेलनं. द्वितीयसोपाने निजन्तधातुः योगः शप् विकर्णप्रत्ययः अङ्गम् इत्युक्तं. शेषधातुषु पाली इव निजन्तधातुः निष्पन्नः. तदा यथा सामान्यं शप् निमित्तीकृत पालीयोग शप् इति सार्वतकार्धकयोः इत्यनेन गुणः पाले पालयति. इदानीं पालयति पालयते इति रूपं भवति. एकवारं पठामि पूर्वं. ये स्थाने अय आदेशः पालययोग अ वर्णमेलने अङ्गं निष्पन्नं पालय. तृतीयसोपाने अङ्गं योग तिङ् प्रत्ययः. इदानीं पालयति पालयते इति वर्णमेलने तिङन्तरूपं निष्पन्नं पालयति पालयते. तथैव अर्क् इति अस्ति. अर्क् योग णिच् अर्कियोग इ अर्कि इति अर्कयति अर्कयति अत्रापि गुणः भूत्वा एचोयवायाव अयादेश अय भवति अर्कयति अर्कयति एचोयवायावः तत्तु सर्वत्र भवति यतोहि स्थानान्तधातुः निजन्धातुः इगन्धधातुः अस्ति अतः निच् प्रत्ययः अन्ते अस्ति अतः इकारः सर्वदा अस्ति अन्ते अस्ति तत्र तत्तु सर्वदा गुणकार्यम् एचोयवायावः तु भवति अर्जयति अर्जयते इति अत्रापि किमपि कार्यं न अर्जि अर्जयते पीड पीड पीड इति पीड इति अस्ति अत्र उपदेशणस्य इत्येन नकारस्य लोपः प्रायः पीड पीडि इति भवति पीडि पीडयति पीडयते इति पाल तद् वयं दृष्टवन्तः पाल पालयति पालयते इति इति चुरादिगणे सामान्यं तिङ्सम्बन्धसारधकप्रकरणचिन्तनं समाप्तम् तर्हि अत्र पश्यतु अत्र किमपि नूतनकार्यं नास्ति केवलं वर्णमेलनम् अपि च अर्क अर्ज पीड पाल अत्र यत् उपदेशे यत् अन्तिम अकारः अस्ति तत् अनुनासिक अकारः अस्ति अतः उपदेशे अजनुनासिक इत् इति सूत्रेण तत् अकारस्य इत् संज्ञा भूत्वा लोप भवति अतः लौकिकधातु अत्र हलन्तधातु एव अस्ति अर्क अर्ज पीड पाल इति तत् सामान्यचिन्तनम् अस्ति तर्हि इदानीम् एषः पाठः समाप्तः अग्रिमरविवासरे नूतनपाठः अस्ति यत्र किं भवति तत्र विशेषकार्यः भवति किं भवति अहं टेलर् वदामि तत्र किमस्ति अत्र अस्माभिः पठितं खलु अर्क अर्ज पीड पाल अत्र लौकिकधातुः अस्ति तदस्ति हलन्धातुः हलन्धातुः परन्तु केचन धातवः सन्ति चुरादिगणे यत् यत्र लौकिकधातुः एव अजन्त अस्ति नाम तत्र लौकिकधातोः अन्ते अकारः अस्ति उदाहरणमस्ति कथ कथयति अस्ति खलु कथयति तत्र यत् लौकिकधातुः अस्ति तद् वस्तुतः कथ नास्ति कथ इति अस्ति नाम लौकिकधातुः अजन्त अस्ति अदन्त अस्ति ह्रस्व अकारः अन्ते अस्ति तत्र विशेषकार्यं भवति नूतनसूत्रम् आगच्छति तद् नूतनसूत्रमस्ति तत् अग्रे अतुलोपः इति सूत्रमस्ति तद्वयम् अग्रिमरविवासरे पठामः तदनन्तरं कुत्रचित् अन्य अपि कार्याणि सन्ति यत्र यथा कुत्रचित् निच् इति यदस्ति तत् नित्यम् नास्ति तत् केवलं कुत् विकल्पेन कुत्र नास्ति कुत्र अस्ति तदपि अस्ति कुत्रचित् चुरादिगणीयधातुः उभयपदी नास्ति केवलं परस्मैपदी अस्ति तर्हि तदपि विशेषकार्यमस्ति तर्हि एतत् सर्वम् अग्रे पश्यामः अस्तु तर्हि इदानीं प्रश्नः अस्ति वा कस्यापि कातयति इति भवन्ति खलु जि कापयति कातयति कथयति एव भवति वृद्धि दीर्घं दीर्घं नास्ति वा तत्र न कथयति अस्ति खलु वृद्धिः वृद्धिः भवति खलु कथयोः निच् तत्र उपदाय थकार अस्ति अकार तदेव थकार अकार अस्ति तदेव विशेषकार्यम् अस्ति तत्र अत उपधायाः सूत्रं किमर्थं कार्यं न करोति वृद्धिः किमर्थं न भवति कथयति किमर्थं न भवति वयं जानीमः खलु कथयति रूपमस्ति कथयति अहं सः कथयति इति अस्ति खलु तत्र किमर्थं नास्ति वृद्धिः इति सर्वम् अग्रिमरविवासरे वयं पठामः तत्र नूतनसूत्राणि नूतनसूत्रद्वयमस्ति अतो लोपः इति अस्ति तदनन्तरम् एकस्मिन् अधिकं सूत्रमपि अस्ति तत्र वदति यत् उपधामध्ये अकारः अस्ति चेदपि किमर्थं न भवति इति तत्सर्वं वयम् अग्रे पठामः अस्तु परन्तु अस्मिन् पाठे कस्यापि प्रश्नः अस्ति वा सामान्यचिन्तने नास्ति नास्ति महोदय।